समासच्छिन्नवर्गे सर्वेषां स्वागतम्। प्रवर्तमानसूत्रमस्ति यतश्च निर्धारणं न निर्धारणे, एवं तत्र प्रतिपदानषष्टिः इति अपि आयाति। यतश्च निर्धारणं, निर्धारणम् इत्युक्ते बहुषु इत्युक्ते समुदायेषु एकदेशस्य इत्युक्ते पृथक् किमपि पृथक्करणम् इच्छन्ति चेत् तस्य न तस्य न संज्ञा अस्ति निर्धारणं। तत् अनभिहिते इति अधिकारे स्वीकृत्वा कारकप्रकरणस्य सूत्रमस्ति। तत्र सप्तमी सप्तमी अथवा षष्ठी विभक्तिद्वयस्य किमपि प्रयोक्तुं शक्यते इति कृत्वा षष्ठी वा सप्तमी उपयुज्य यस्य पृथक्करणं भवति तस्य तत् पदं तदनन्तरं भवति। यदि तु यदा नरेषु श्रेष्ठा अथवा नराणां श्रेष्ठा इति उदाहरणे तत्र श्रेष्ठः अस्ति नरेषु इत्युक्ते बहुषु मनुष्येषु एकः श्रेष्ठः इति कृत्वा नरेषु श्रेष्ठः अथवा नृणां श्रेष्ठः इत्यादि प्रयोगः अस्ति। तदेव यतश्च निर्धारणमिति नृणां समुदायात् इति यतश्च इति इत्युक्ते समयात् यतश्च फ्रम् विच् यतश्च निर्धारणं पृथक्करणम् इति एव अस्ति। यद् गतवर्गे वयं पठितवन्तः न निर्धारणे इति अधुना आरभ्य अवलोकनं कुर्मः। तत्र उमा भगिनी पठति वा न निर्धारणे इति? पठामि। न निर्धारणे इति सूत्रेण निर्धारणे या षष्ठी विहिता तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः न भवति। अतः ब्राह्मणः नृणां श्रेष्ठः इत्यस्य नृश्रेष्ठः इति षष्ठीसमासः न जायते न निर्धारणे इति सूत्रेण। अतः अत्र व्यस्तप्रयोगः एव शक्यते। सो न निर्धारणे सूत्रेण षष्ठी तत्पुरुषसमासः सुबन्तस्य समर्थेन सुबन्तस्य सह ओके। सो वेन् यु सुबन्ता इस् षष्ठी षष्ठी इट् डसन्ट् तत् न युज्यते सुबन्तेन सह। सो व्यस्तप्रयोगमेव सम्भवति। सो न निर्धारणे सूत्रेण षष्ठी सत्पुरुषसमासः निषिध्यते। आम्, तत्र षष्ठीविधानसूत्रं किमस्ति? षष्ठीविधानसूत्रं यु आलरेडि सेट् पृथक्करणेन समये पृथक्करणसमये मै क्वश्चन् इस् षष्टिसमासस्य उत्सर्गसूत्रं किमस्ति? षष्टिसमासस्य षष्टि इति सूत्रः। षष्टि इति सूत्रेण षष्ट्यन्तं समर्थेन सुबन्धेन समस्यते तत्पुरुषसमासो भवति इति उत्सर्गसूत्रमस्ति। तत्र न निर्धारणे इति सूत्रं किं वदति? यदि तावत् षष्टिः अस्ति यस्य निर्धारणरूपेण षष्टिः विहिताः तस्य षष्टिः इति सूत्रेण षष्ट्यन्तं पदं स्वीकृत्य समासं निषिध्यते न निर्धारणे इति सूत्रेण। तत्र निर्धारणे इति अवगन्तुम् एव यतश्च निर्धारणम् इति पूर्वम् उक्तं। तत् षष्ट्यन्त तत् समाससूत्रमेव नास्ति, कारकसूत्रमेव अस्ति। तत् किं वदति? बहुषु किमपि पृथक्करणम् इच्छन्ति चेत् तत्र बहुषु इति सप्तमी साधारणतया आयाति. तत्स्थाने षष्टि अपि वक्तुं शक्यते इति कृत्वा रूपद्वयं षष्टिवी साधु सप्तमी अपि साधु. तत्र यत् षष्टि विहिता भवन्ति निर्धारणरूपेण यद्भवति तस्य समासः न भवति न निर्धारणे इति सूत्रेण. So that means this is applicable. I'm just saying it so that whether I have understood properly. So the Shashti Samasaha, Shashti Subantaha, Anya Subantena Saka Samasyate. So that is Shashti Samasaha. Such a Shashti Samasam is prohibited by Nirdharane, Nirdharane, by when we are from the group when we are identifying a single person and single rupam and express it either by shashti or sapthami, there shashti samasaha shashti tatpur samasaka na sambhavati. Tam tadeva agre padatu. Ramah sarvesham श्वेततरः इति उदाहरणं स्वीकुर्मः. सर्वश्वेततरः इति समासः निषिद्धमस्ति न निर्धारणे पूर्णगुणसुहितार्थ सदव्ययतव्यसमानाधिकरणेन च इत्याभ्यां सूत्राभ्यां. सर्वेषाम् इत्यत्र निर्धारणार्थे षष्टी जाता इत्यतः अत्र न निर्धारणे इति सूत्रेण समासः निषिद्धः अस्ति. श्वेततरः इति तु गुणवाचकः इत्यतः तस्यापि षष्ट्यन्तेन सह समासः निषिद्धः अस्ति. पूर्णगुणसुहितार्थ सत् अव्यय तव्यसमानाधिकरणेन इति सूत्रेण. सि दिस् वन् ऐ डोण्ट् अण्डर्स्टाण्ड्. पूर्णगुण इस् कमिङ्ग् अप् लेटर्. तत्र किम् अस्ति पूरणार्थे अथवा गुणवाचक अस्ति तदा सुहितार्थः अथवा सदव्ययः तव्य इत्यादि समानाधिकरणे अस्ति चेत् तत्र तेषां समासः निषिध्यते षष्टिसमासः निषिध्यते इति. तत्र पूर्ण इति अर्थस्य पूर्वं पठितवन्तः न तत् पूर्णप्रत्ययान्तशब्दः पूर्णप्रत्ययान्तशब्दस्य प्रत्ययस्य द्वितीया तृतीया इति तत् विहज तुरीया तुर्या इत्यादि एक्साम्पल् वि हव् स्टडीड् अर्लियर् दट् इस् द पूर्णार्थ पूर्णप्रत्ययान्तशब्दः. अत्र तु गुणवाचकः अस्ति श्वेततरः इति तरतम अस्ति चेत् गुणवाचकः अस्ति गुणमेव सूचयति इति कृत्वा गुणवाचकशब्दः अस्ति चेत् षष्टिसमासः न निषिध्यते पूर्णगुणितसुहितार्थसदव्येतमव्यतमानसाधिकरणेन इति सूत्रेण. एवं सर्वेषाम् इति अत्र श्वेततरः इति निषिध्यते बिकास् दट् इस् द गुणवाचकः. सर्वेषाम् इति अस्ति न निर्धारणे इति सर्वेषाम् इति नितश्च यतश्च निर्धारणे इति सूत्रेण प्राप्तमस्ति सर्वेषां श्वेततरः इति. तत् कृत्वा तत्र सूत्रद्वयेन षष्टिसमासः निषिध्यते इति. अवगतं वा महोदय? सम्यक् न अवगतं. बिकास् न निर्धारणे is stopping the shashti tatpurusha samasah. Kintu this purana guna suhitartha sadavya, so why this is required at all? Now there is a gunavachaka, shvetatara is a gunavachaka. Yeah, then what is the difference between shvetaha and shvetataraha? Shvetataraha is a higher degree, higher and higher. Yes. So higher tara tam pratyasya yojanena श्वेततरः अथवा श्वेततमः इति प्राप्तम्. दट् इट् मीन् दट् वेन् यु से रामः सर्वेषां श्वेतः चेत् तरः सी सर्वेषां श्वेतः यु काण्ट् यूस् इट् सर्वं श्वेत सर्वं श्वेतः एव अस्ति यस् बिकास् दट् इस् बिकास् बिकास् एव्रिबडी इस् वैट् देर् एण्ड् Rama stands out among everybody as brighter than the others. Okay. Now I understand. When you use Tarasama, you can't say Sarvesham or Sarva. No, sir, that will definitely come. Because that Sarvesham is Yadasya Nirdharana Iti Sutrana Eva Praptamasti. No. Bahushu Sveta Purusheshu Ramaha श्वेततरः अस्ति अतः सर्वेषां श्वेततरः इति रामः राम निर्धारणं भवति सो दट् मीन्स् दट् श्वेततर इस् आटोमेटिकलि कम्स् विन् यू से सर्वेषु पुरुषेषु रामः श्वेततरः इति वदति चेत् तस्मादेव न निर्धारणे अत्र आक्टिङ्ग् करोति रैट् So, because whenever you have a tara tama pratyaya, tara pratyaya, especially tara pratyaya, you will have a shashti or a saptami in the beginning, before that. Suppose if we say, What tara? We can use Shweta tara. Dirga tara. Dirga tara. The sutram is Dirga tara sutram. Na nirdharane sutras. In comparison to na nirdharane, purana guna suhitartha saddham jajatavya samana adhikarane na. Dirga sutram. Dirga tara sutram. दीर्घसरसूत्रम् सो दट् सी वाट् हेपन्स् इस् दट् द मोमेण्ट् वि यूस् अ तारा इट् ईस् द वन् हू ईस् हेविङ्ग् द अडिशनल् क्वालिटि आफ् दट् ईस् इण्डिकेटेड् फ्रम् ए ग्रूप् आफ् सिमिलर् वन् पटुतरः तत्र छात्राणां छात्रेषु पटुः इति यत् वर्तते That Taratamap is not there. If you really want to know Taratamap, you have to see this one. Where is that? Here. Yeah, here is what is used. Gunatarena Dara Lopo Vyaktavya Iti Vartikamasti. Tateva Tasya Taratamap Pratyah. Udaharanam Dettamasti Vasmi. तत्र सर्वेषां श्वेततरः इट्स् दट्स् ओन्ली वन् विच् इस् बीन् गिवन् महत्तरः ओके सर्वेषां महत्तरः इति अस्ति न सर्वान् सर्वमहान् तत्र वाट् हेपन्स् इस् सर्वेषाम् इति एतश्च निर्धारणे इति सूत्रेण प्राप्तं महत्तरः इति तरप्रत्ययः So what happens in the Vartikam is that you have to do Shashti Samasaha, not only do Shashti Samasaha, but the Tara Pratyaya gets a Lopa also. So Mahan Taraha Mahattaraha Bhavati, Tatra Sarvesha Mahattaraha, he will bring Sarva Mahan Iti. परन्तु श्वेततरः इति समासः इष्यते इत्यतः एव गुणोत्तरेण तरप्लोपो चेति वक्तव्यम् इति वार्तिकस्य अवतारः जातः वार्तिकस्य विवरणम् उपरि दत्तमस्ति दट् विल् कम् टु इट् लेटर् बिकास् विद्याभगिनी वाण्टेड् टु कम्प्लीट् दिस् यदस्य निर्धारणम् एण्ड् न निर्धारणे एण्ड् इन् दट् पूर्णगुणसुहितार्थसतव्येतव्यसमानाधिकरणे आल्सो शी वाण्ट् टु एक्स्प्लेन् विच् शी हेस् नाट् टेकन् इट् सो ऐ एम् नाट् टेकिङ्ग् ऐ विल् नाट् डिस्कस् इट् नौ बट् प्रतिपदाना षष्टि न समास इति वार्तिकमस्ति. तत्र प्रतिपदाना षष्टि अस्ति चेदेव समासः न भवति इति. उषा भगिनी पठति वा तत्? आम् महोदय. प्रतिपदविधाना षष्टि न समस्यते इति वार्तिकम्. वार्तिकार्थः अस्ति प्रतिपदस्य विधाने षष्ठिसमासः न भवति इति. प्रतिपदं नाम पदस्य योगे या षष्टिविभक्तिः भवति तस्याः इति. पदं पदं प्रति प्रतिपदं प्रतिपदं विधानं यस्याः साः प्रतिपदविधान. अत्र वीप्सायाम् अव्ययीभावः. पदं पदं प्रति अव्ययीभावः. सामान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावसम्बन्धः शेषः तत्र षष्टि स्यात् षष्टिशेषे इति सूत्रेण. षष्टिशेषे इति सूत्रेण या षष्टि विहिता तां षष्टिं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्टि प्रतिपदविधाना इति उच्यते. यत्र कश्चित् विशेषशब्दस्य योगे षष्टिविभक्तेः विधानं भवति तत्र समर्थेन सुबन्तेन सह षष्टिसमासः न भवति. प्रतिपदविधाना षष्टि न समस्यते इति वार्तिकेन. प्रतिपदविधाना षष्टि न समस्यते इति वार्तिकं. वार्तिक अर्थः अस्ति प्रतिपदस्य विधाने षष्टिसमासः न भवति इति. प्रतिपदस्य विधाने षष्टिसमासः न भवति. ओके. प्रतिपदं नाम पदस्य योगे या षष्टिविभक्तिः भवति तस्याः इति. प्रतिपदं नाम पदस्य योगे या षष्टिविभक्तिः भवति तस्याः इति. पदं पदं प्रति प्रतिपदं प्रतिपदं विधानं यस्याः सा प्रतिपदविधाना. ऐ अण्डर्स्टाण्ड् बट् ऐ हाव् टु रीड् द सेम् थिङ्ग् अगेन्. पदं पदं प्रति प्रतिपदम्. ओके. देट् ओन्ली वित् एन् एक्साम्पल् ऐ केन् ज्ञो विदर्थस्य करणे इति प्रतिपदविधाना षष्टिसूत्रम् अस्ति. प्रतिपदविधाना षष्टि न समस्यते. प्रतिपदविधाना षष्टिसूत्रेण षष्टिविभक्तिः विहिता भवति परन्तु षष्टिसमासः न भवति इति तत् सूत्रस्य विशेषः भवति. प्रतिपदविधाना षष्टि न समस्यते. ज्ञो विदर्थस्य करणे इति सूत्रे करणार्थे अविदर्थ इति अविद् अर्थ विद् इति ज्ञानं. ज्ञो अविदर्थस्य करणे इति करणार्थे ज्ञानस्य भिन्नार्थे अस्ति इत्यतः षष्टिपदं भवति चेत् तत्र ज्ञानम् इति ज्ञानार्थे भिन्नस्य सो अविदर्थस्य करणार्थे अस्ति चेत् तत्र समासः न भवति इति सूत्रं वदति. ज्ञो विदर्थस्य करणे तत्र ज्ञ इति धातु अथवा विद् अथवा धातु सूत्रेण उच्यते. तदेव प्रतिपदम् इति प्रतिपदविधानम् इति भवति. तत् प्रतिपदविधानसूत्रे सूत्रे धातु उल्लेखः अस्ति चेत् अथवा करणार्थे पर्टिक्युलर् अर्थे सूत्रं वदति चेत् तत् प्रतिपदविधान षष्टि न समस्यते इति प्रतिपदविधानषष्टिसमासस्य सूत्रस्य विशेषः. प्रतिपदम् इत्यर्थे धातु उल्लेखः सूत्रे अस्ति इति. धातु इति नास्ति तत्र. किम् अस्ति पदं पदं प्रति इत्युक्ते वेर् एवर् द पदम् इस् यूस्ड् इस् स्पेसिफैड् दट् वीप्सार्थे प्रथमपदम् इति उक्तम्. प्रतिपदम् इति अत्र वार्तिके किं सूचयति इति चेत्, सामान्यतया कारकप्रतिपा प्रातिपदिकार्थलिङ्गवचनमर्थे प्रथमा इति एवमस्ति. तत्र कारकप्रातिपदिकार्थव्यतिरिक्त इत्युक्ते कारकरूपेण षष्टि प्राप्ता अस्ति चेत् तत् कारकप्रतिपादिकार्थे भवति. एवं स्वस्वामिभावसम्बन्धस्य शेषे अस्ति, तत्रापि सम्बन्धषष्टि अस्ति, षष्टिशेषे इति सूत्रे, षष्टिशेषे इति सूत्रेण प्राप्तम्. ते द्वयोः व्यतिरिक्त लिविङ्ग् दीस् टु यत्र षष्टि विशिष्टसूत्रेण प्राप्ता भवति, विधीयमानषष्टि भवति, तत् प्रतिपदाना षष्टि इति उच्यते. So if it is a sambandha shashti, it is not a pratipada shashti. If it is karaka pratipadikartha asti chedabhi, tat shashti namba. Tat shashti bhavati, kintu tat pratipada shashti iti na baktum shakyate. Sutra visheshena, these two, leaving these two aspects, seshe shashti and karaka pratipadikartha shashti, अदर् देन् देट् सूत्रविशेषस्य द्वारा विधीयमानषष्टि प्रतिपदान् विधाना षष्टि इति उच्यते. देट् इस् अ मेन् थिङ्ग्. तत्र न धातु इति न उच्यते, न प्रातिपदिकम् इति न उच्यते, केवलं पदम् इति उच्यते. षष्टिशेषे इति सूत्रेण स्वस्वामिभावसम्बन्धषष्ठी यः कोऽपि सम्बन्धः अस्ति अस्ति चेत् षष्टिशेषे इति सूत्रेण षष्टिसमासः विधीयते. कारकप्रातिपदिकार्थव्यतिरिक्तः इत्यनेन कारक अविवक्षायां षष्टि विहिता चेत् तत्र समासः भवति षष्टिशेषे इति सूत्रेणापि. दीस् टु टुगेदर् बट् अदर् देन् दिस् द अदर् सूत्रास् द एय्त् सूत्रास् इस् प्रतिपदविधाना षष्टिसूत्रास्. बट् महोदय दट् इन् आल् द प्रतिपदविधान षष्टि सूत्रास् देर् इस् देर् आर् धातु उल्लेख अस्ति महोदय. धातु उल्लेख अस्ति कि बट् वाट् ऐ एम् सेयिङ्ग् इस् दट् वेन् यु से प्रतिपद दट् डजन्ट् स्पेसिफिकलि से दट् नो इट् इस् इण्डिकेटिव् आफ् धातु. No, no, that's true. It is not in the Pratipada Vidhana doesn't mean it is Pratipada Vidhana Shashti Samasa Sutra doesn't mean wherever dhatus are given doesn't mean Pratipada Vidhana, but I don't know how to say but I've seen this Pratipada in some other context also. And where they say that then the dhatu itself is directly given in the sutra, then it is a Pratipada. Right. Directly. That is right. You are right. But if you look at this statement, Pratipada Vidhana Shashti na Samasyate. So what is Dhatu is not in the Shashti Rupa. Shashti that is why I am saying it is not Dhatu which is being Shashti. Dhatu cannot be Shashti, right? No, Dhatu is given in the Sutra. प्रतिपदविधान षष्टि सूत्र धातुरूपी प्रातिपदिकं कृदन्तं वा तद्यता वा किमपि भवतु, धातुम् आश्रित्य यत् प्रातिपदिकं भवति तस्य षष्टि विभक्ति प्रतिपदान षष्टि भवति. अत्र ज्ञा धातु अस्ति, ज्ञा धातु ज्ञानम् इति ल्युट् प्रत्ययः अस्ति, न तु तत्र धातुरूपं क्रियारूपेण नास्ति. ज्ञानम् इति संज्ञा अस्ति न, प्रतिपदिकार्थकृति नौण् भवति, सुबन्धं भवति न, ल्युट् प्रत्ययान्तम् ज्ञानम् इति ल्युडन्तं ल्युडन्तं भवति, तत् धातु दट् इस् नाट् क्रियासूचकम्. Even though it is formed out of the dhatu, when the lut pratyaya comes, So that jnanasya you can use, but janati, if the word is using there, you cannot bring in shashti, no. That is, janati is a dhatu rupam, where jnanam, the moment it has left the dhatu rupam, but dhatu ashritya नामकरणं भवति इति कृत्वा ज्ञानस्य इति षष्ठी भवितुम् अर्हति. तत्र देट् टैप् आफ् ए षष्ठी इस् वाट् इस् बीङ्ग् इण्टिग्रेटेड् बै प्रतिपदान विधानषष्ठि. अत्र पश्यतु, प्रतिपदानषष्ठि इस्मिन् सूत्रे किम् अस्ति? नो विदर्थस्य करणे ज्ञाधातुः अस्ति, अधिकर्तदयेषां कर्मणि. तत्रापि So you are, what you said is right. It is a dhatu is the base which becomes a noun for the acceptance of shashti form. Jnanasya, like that, etc. So that type of a shashti is pratipadana shashti. षष्टिशेष इति आरभ्य पठतु भगिनि. ओके, षष्टिशेषे इति शेषलक्षणां षष्टिं वर्जयित्वा सर्वाषष्टिप्रतिपदविधान इति भाष्ये उक्तम्. ओके, प्रतिपदविधान इति भाष्ये उक्तं शेषलक्षणां षष्टिं वर्जयित्वा. ओके, सर्पिषः ज्ञानम् इत्यत्र ज्ञो विदर्थस्य करणे इति विहितषष्ट्याः समासः न भवति. न निर्धारणे इति प्रत्याख्येयम् एव इति भाष्ये स्पष्टम्. न निर्धारणे इति प्रत्याख्येयम् एव इति भाष्ये भाष्ये स्पष्टं. वस्तुतः षष्टिशेषे इति शेषलक्षणां षष्टिं वर्जयित्वा सर्वाषष्टिप्रतिपदविधान इति भाष्ये उक्तम् इत्यतः न केवलं ज्ञोभिदर्थस्य करणे इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः इति सूत्रपर्यन्तम् अपि च कृत्वोर्थप्रयोगे कालेधिकरणे इति एतानि सूत्राणि प्रतिपदविधानाषष्ठी अपि च अन्यानि सूत्राणि यैः षष्टिविधाना भवति. अन्यानि सूत्राणि कानि? यथा यतश्च निर्धारणम् इति सूत्रेण या षष्टिविधानं भवति सा अपि प्रतिपदविधानाषष्ठी एव. अतः प्रतिपदविधानाषष्ठी न समस्यते इति उक्तत्वात् पृथक्तया समासनिषेधार्थं न निर्धारणे इति सूत्रस्य आवश्यकता नास्ति एव. तदर्थमेव भाष्यकारेण एवम् उक्तं, न निर्धारणे इति प्रत्याख्येयम् एव. ओके, प्रत्याख्येयम् इति अर्थात् न निर्धारणे इति सूत्रं निराकरणीयम्, तस्य आवश्यकता नास्ति एव इति. ओके, षष्टिशेषे इति शेषलक्षणां षष्टिं वर्जयित्वा सर्वाषष्टिप्रतिपदविधान इति भाष्ये उक्तम्. ओके, षष्टिशेषे इति सूत्रेण या षष्टिः विहिता भवति तत्सूत्रेण वर्जयित्वा रहितस्य या षष्टी शेषे षष्टि इति सूत्रस्य विहिता भवति तत् षष्टि अन्य षष्टि प्रतिपदविधान इति भाष्ये उक्तम्. सर्पिषः ज्ञानम् इत्यत्र ज्ञो विदर्थस्य करणे इति विहितषष्ट्याः समासः न भवति. न निर्धारणे इति प्रत्याख्येयम् एव इति भाष्ये स्पष्टम्. न निर्धारणे इति सूत्रेण यतश्च निर्धारणम् इति सूत्रेण या षष्टिविधानं भवति सा अपि प्रतिपदविधाना षष्ठी इति उच्यते. तत् प्रतिपदविधाना षष्ठी न समस्यते इति उक्तत्वात् न निर्धारणे इति सूत्रस्य आवश्यकता नास्ति इति अत्र दत्तं. न निर्धारणे इति सूत्रेण या षष्ठी निषेधकं भवति तत् निषेधकं प्रतिपदविधाना षष्ठी इति सूत्रेण प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकेन इति वार्तिकेन उल्लेखः भवति इति अत्र दत्तं महोदय. सो दत्स् द प्रत्याख्यायम् मीन्स् बेसिकली इट् इस् टु बि टु बि क्योर्ड् ओर् टु बि डिक्लैन्ड् ओर् टु बि रिफ्यूस्ड् ओर् रिफ्यूटेड् लैक् ओके दट् इस् द मीनिङ्ग् आफ् इट् भगिनि ऐसे देर् आर् सूत्रास् लैक् ज्ञाविदर्थस्य करणे इति आरभ्य देर् आर् एय्ट् सूत्रास् वर् षष्ठी इस् बीङ्ग् ओर्डेण्ड् विधीयते विशिष्टसूत्रैः सह एण्ड् दोस् प्रतिपद दोस् षष्ठी आर् काल्ड् प्रतिपदषष्ठी एण्ड् प्रतिपदषष्ठी अस्ति चेत् तस्य समासः न भवति इति वार्तिकं वदति प्रतिपदविधान षष्ठी न समस्यते इति. So these are all the special sutras which we will be studying today in the class. There are 8 sutras here. Nyo vidarthasya karane iti jnya dadum arabhya jnanam iti atra jnanate iti sarpishahat jnanam iti pe tatra jnanam iti it is not for the knowledge. Sarpishahat jnanam is a preraga arthe asti jnanate sarpishahat योजनेन अन्नं खादयितुं प्रेरयति बालकम् इति अर्थे अस्ति रैट् तत्र लैक् देट् दर् आर् एय्ट् सूत्रास् हियर् वर् गिविङ्ग् डिफरेण्ट् धातुस् एण्ड् दे आर् षष्टि फार्म्स् आफ् वेदर् कर्मणि अस्ति वित् which where you will find that there is a kritantam or tadita which is used as to form a noun of from the karma and that will take a shashti in a condition. So jnanasya iti etra jnanam iti asti that jnanam sarpishaha jnanam iti sarpishaha iti shashti asti jnanam etra jnanarthe nasti adigada adi tat tat vihaya anya arthe asti karanarthe asti इति कृत्वा तत् प्रतिपदाना षष्टिः अस्ति सर्पिषः इति बिकास् आफ् ज्ञानम् ईस् इन् ए डिफ्रेण्ट् मीनिङ्ग् दट् षष्टि विच् इस् प्रयर् टु दट् ज्ञानं केनाट् बि यूस्ड् फार् ए समास बिकास् दट् इस् ए प्रतिपदा विधाना षष्टि न तु शेषे षष्टि इति सूत्रेण जातः. इट् इस् नाट् ए सम्बन्धषष्टि. Okay, so that shashti will not form a shashti samasa is the meaning of pratipada vidana shashti na samasyate. But that what he said in the sutra Mahabhashya na nirdharane is the sutrasya avashyakata kena kim bhavadi iti tatra bhi na nirdharane nirdharane yatascha nirdharane iti sutrena eva vihita asti na तत्र तत्र तु तथापि प्रतिपदविधाना षष्टि इति वक्तुं शक्यते न ईस् नाट् द्वश्चित् सो वाट् इस् वाट् द भाष्यकार सेस् दट् तत्र तदर्थमेव भाष्यकारेण एवम् उक्तं न निर्धारणे इति प्रोक्तव्यम् एवम् इति. सो देट् हेस् टु बि एक्स्क्लूडेड् वै न निर्धारणे यतश्च निर्धारणे ईस् पार्ट् आफ् द कर्त्रात् वाट् इस् दट् कारकप्रतिपदिकार्थव्यतिरिक्तः इति कारकप्रतिपाद प्रतिपदार्थम् अस्ति यतश्च इति रैट्. सो एण्ड् स्वस्वामिसम्बन्धः इति स्वामि शेषषष्ठी इति अस्ति. सो तां विहाय अन्येषु सूत्रेषु यत् षष्ठी जातः ते सर्वे प्रतिपदविधानषष्ठी इति वक्तुं शक्यते. That is why that is being excluded. Na nirdharane is na proktavyam is mean to be excluded or not to be considered. Is into the pratipada vidana shashti iti. Okay. अग्रे भव अरुणा भगिनी पठतु कृद्योगे च षष्टि समस्यता इति वाच्यम् ओके कृद्योग च षष्टि समस्यता इति वाच्यम् कृद्योगे या षष्टि तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते वार्तिकस्य उपयोगिता एव उपयोगिता एव अस्ति एवमस्ति सामान्यतया षष्टिसमासस्य निषेधकं वार्तिकम् अस्ति प्रतिपदविधानषष्टिः न समस्यते इति अस्य वार्तिकस्य बाधकमस्ति कृत्योगे च षष्टि समस्यता इति वाच्यम् कृत्योगे च षष्टिसमस्यता इति व्याख्यम् इति वार्तिकेन षष्टिसमासः विधीयते कृत्योग च षष्टिसमस्यता इति वाच्यम् इति वार्तिकेन षष्टिसमासः विधीयते अत्र कृत्योग च षष्टिसमस्यता इति वाच्यं तदेव वार्तिकं महोदय तत् वार्तिकं वदति कृत्योगे या षष्टि तदन्तं सुबन्तं समर्थेन सुबन्तेन विकल्पेन समस्यते सामान्यतया षष्टिसमासस्य निषेधकं वार्तिकम् अस्ति तदेव प्रतिपदविधानषष्टीनां समस्यते इति परन्तु कृत्योग च रूप शब्द नौन् अस्ति षष्टिसमासे अस्ति चेत् समासः कर्तुं शक्यते परन्तु प्रतिपदविधानषष्टिः न समस्यते षष्टिः कार्यं कर्तुम् आगच्छति परन्तु इदं वार्तिकेन तद् बाध्यते षष्टिसमासः एव भवति विकल्पेन तत्र सी मे नाट् बि द एक्साम्पल् मे नाट् बि करेक्ट् वाट् इस् टु बि अण्डर्स्टुड् इस् दट् वन् सेकेण्ड् बिफोर् दट् कृद्योगा च षष्टि समस्यते विकल्पेन इति वक्तव्यं दट् मीन्स् षष्टिसमासः अपि भवति दट् इस् वाट् ऐ एम् एक्स्प्लेनिङ्ग् भगिनि प्रतिपदाना षष्टि न समस्यते इति इति वार्तिकस्य वार्तिकबलेन अष्टसूत्रेषु यत् प्रतिपदविधानं भवति तेषां षष्टि न समस्यते तत्र ज्ञानम् इति लुटन्तमस्ति इति ज्ञानम् अस्ति तत्र ज्ञानम् इति षष्ट्यन्तं कृद्योगषष्टि अस्ति वा कृदन्तस्य लुट् कृदन्तमस्ति वा आम् महोदय तद् कृदन्तयोगे षष्टि समस्यते इति अन्य देर् इस् ए वाट् यु काल् प्रतिप्रसववास्तिकं प्रतिपदविधानषष्टि न समस्यते षष्टि इति सूत्रेण षष्टि समस्यते प्रतिपदविधानषष्टिने तेन निषिध्यते किन्तु कृद्योगे च षष्टि समस्यते इति वाच्येन कृदन्तयोगे षष्टि समस्यते इति उच्यते तत्र ज्ञानम् इति इफ् इट् इस् नाट् इट् विल् बि पासिबल् फार् मेकिङ्ग् ए षष्टि समास बट् वाट् हेपन्स् इस् दट् न्योविदर्थस्य इति सूत्रम् अन्यत्र कार्यक्षेत्रं नास्ति कृत्वा कृद्योगे च षष्टि समास्यते इति वाच्य अन्तर्गतं न आयाति इट् इस् नाट् अप्लिकेबल् फार् द ज्ञोविदत्तस्य करणे इति सूत्रेण यदि ज्ञा करणार्थे अस्ति चेत् तत्र कृद्योगे अस्ति चेत् अपि प्रतिपदविधानषष्टि एव कार्यं करोति बट् ज्ञानं करणार्थे नास्ति ज्ञानार्थे अथवा अन्यार्थे अस्ति चेत् तत्र कृद्योगे षष्टि समास्यते इति षष्टी शेषे सूत्रे षष्टी इति सूत्रेण षष्टि सामान्य षष्टि विधीयते. Then the Vartika says that these eight sutras which are creating the Pratipadikas, Pratipada Shashti is being generated, there cannot be a Samasa. But if it is a Kridyoga Shashti Asti, but not coming under the purview of the eight sutras, there Shashti Samasa will happen. Even though it may appear to be Pratipada, it may appear Pratipada Vidana Shashti Vat Bhasyate, Kintu tad Nasti. Because the sutras are very specific, the eight sutras which are being mentioned are very specific. Karane, Yav Idartasya Karane, Idi Karanarte Eva Ludandasya Prayogam Jnadatu Bhavati Chet, तत्र समासः निषिध्यते. करणार्थं विहाय ज्ञादातु अस्ति, कृदन्तमस्ति, योजयित्वा अस्ति चेत् तत् कर्तृकर्णो कृति इति सूत्रेण एव तस्य सामर्थ्यं भवति. तत्र कर्तृकर्णो कृति इति सूत्रेण कृदन्तयोगेन यत् कृतकृद्योगे षष्टि भवति तस्य समासः भवति इति वाच्यमस्ति, इति वाचिकं भवति. सो इट् इस् inside one, inside another one. So confusion possible is very high. Usha Bhagini? No, for me, it looks very straightforward, Mahadev. Shashti Seshe, yeah. They all go, right. They are all consequent sutras. 2350 to 2365. So out of that shashti seshe, the most important sutra sambandha shashti vidiyate and karaka vivakshayam shashti vidiyate, then the following eight sutras, then it takes first gives all the nishedaka for the kartrikarmano kriti. Other than these eight kridantam, other than these eight sutras where the kridantam can be there along with the shashtiyantam padam, right. They, other than these eight sutra padas, wherever kridantam is there, kartrikarmano kriti, karta athava karma iti vivaksha chet, tat samasah bhavati iti kartrikarmano kriti. Right. Iti sutram vadati. So, yes. It's pretty easy in that sense. In that no, because in the Vartika, there is no sutra number. So, yeah, there can be a doubt. Kridyogecha shashti samasyate iti vakyam kim bhavati, vachyam iti vartikena, kena samasam na kastum shakyate, sarpishah jnanam iti kratanda astina. इत् कारणेन तस्य समासं भवति वा न इति संशयम् उदेति चेत् एव तस्य आर्थिकस्य आवश्यकता. बट् ऐ वास् वण्डरिङ्ग् वै डु वि नीड् दिस् कृतयोगे च षष्ठी समस्यते इति वाच्यं, बिकास् कर्तृकर्मणो कृति इत्यत्र षष्ठीविभक्तिविधानसूत्रस्य एव कर्तृकर्मणो कृति इति गिवन्. बट् all this time, even though they are all under the karaka prakaranam, mm-hmm. their importance is towards the samasa, shashti tatpurusha samasa. So then is that the only reason for the krit yoge shashti samasyate iti vachyam, then avashyakata asti va iti, then this vartikam comes under which sutra, krit yoge shashti samasyate iti vachyam? I don't know if it is a Vartikam, but it says Vachyam. Vachyam means Vartikam. Vachyam means Vartikam only. Asya Vartikasya Badakam Asti, Kridyogacya Shashti Samasyate Iti Vachyam. Iti Vachyam Iti Vartikena Shashti Samasa Vidiyate. Oh, I see. Okay. Vachyam Iti Vartikena Shashti Samasa Vidiyate. Okay. So, under which sutra, I don't know, Madhya, but it should be under Kartrikarmano Kriti. But under Kartrikarmano Kriti, I don't know if there is a Vartikam underneath that. But only thing is that we should not get confused because it is a kridantam. But not coming under what we call karta nasti karma vibhaksha nasti na pratipada vidana shakti asti na कर्तृकर्मणो कृति गुणकर्मणि वेष्यते द डाट् अण्डर्नीत् दट् इट् इस् या इट् इस् अ वार्तिकम् दीस् आर् आल् ओके ओके सो कर्तृकर्मणो इट् इस् नाट् कमिङ्ग् अण्डर् दट् इट् इस् नाट् अण्डर् कर्तृकर्मणो कृति कृत्योगे ओ षष्टि ओके ओ दट् इस् अण्डर् अवर् समाससूत्र ओके ओके ओके सो द वार्तिका कम्स् अण्डर् दिस् okay because there the kartrakarmano kriti is yeah so then the guess is right the kartrakarmano kriti is karaka sutra so under shashti then they have given the various vartikas so pratipada vidana shashti na samasyate oh yeah yeah yeah mohdi yes it should be under the shashti iti samasa the general samasa shashti tatpurusha samasa sutra okay कृत्योगे च षष्टी समस्यते इति वक्तव्यम् कृत्योगे च षष्टी समस्यत इति वाच्यं प्रवचने सो हियर् गिव् द प्रतिपदविधान टु प्रतिपदविधान षष्टि न समस्यते इति वार्तिकं देन् वेर् वुड् देट् बि सो देट् शुड् बि अण्डर् दट् nyo vidartasya karane and all that or just or no no shashti seshe maybe yeah it must be under shashti seshe let us see or prati pratipada vidhana there and na nirdharane na nirdharane okay here too it makes sense इति वक्तव्यं बट् न निर्धारणे इट् सेल्फ् इस् नाट् नीडेड् इस् वाट् वि रेड् दट् इस् भाष्यकारस्य मतं आम् तत्र महाभाष्ये किं वदति प्रतिपदविधानसमस बट् इट् डसन्ट् से अट् लीस्ट् हियर् इट् इस् नाट् नीडेड् मधुनो ज्ञानं ओ हनि जस्ट् लैक् सर्पिषः ज्ञानं मधुनो ज्ञानं सो ऐ पुट् हनि then eat I guess yes okay so it's now it's clear no Amma bagni arna bagni okay so I don't say if it's fully clear somewhat it is simple bhava umma bagni shashti idi sutram is a vidhana sutram for shashti samasa okay simple okay Now, in that, yatascha nirdharane sutrena yat shashti vihitaha, that is being prohibited by na nirdharane iti sutrena. Right, that is also understood. Understood. नौ अण्डर् न निर्धारणे देर् इस् एव आर्टिकम् काल्ड् प्रतिपदविधान षष्टि न समस्यते इति. ओके, सो वाट् दट् वाट् डस् दट् इति सेयिङ्ग् दट् इफ् द प्रतिपद इफ् द षष्टि लैक् यतश्च प्रतिपदविधान एय्ट् सूत्रास् आर् देर् वेर् द षष्टि इस् बीङ्ग् गिवन् स्पेसिफिक् मीनिङ्ग् फार् इट्. If the Shashti belongs to that category also, it will not have a Shashti Samasa. Okay. Like similar to Nanirdharane. Okay. Okay. That now, now there is another Vartigam which is coming under Shashti. Kridyoge. Shashti. Kridyoge cha Shashti Samasyate iti Vaktavyam. Iti Vachyam. Right. Yeah, I want to know the meaning of Kridyoge. कृदन्तयोगे कृतीयान्तयोगे यत् पदं निष्पन्नं भवति इफ् दट् इस् नाट् अण्डर् प्रतिपदविधान षष्टि आर् न यतश्च निर्धारणे इति सूत्रे अन्तर्गतम् इति सूत्र न कार्यं करोति चेत् तत्र षष्टिसमासम् अवश्यं करणीयं विकल्पेन इति दट् इस् द मेन् थिङ्ग्. Okay, okay, somewhat clear, but still, so, Kridanta, Kridyoge means Kridanta Shabdaha, like lute, what are the other things, any one or two, can you say more? There are 410 Kridyogas. My gosh. Kridanta. So, a little more. We did the Bhagini, right? That Akka and all that. That Trich, Akka and Nuvul Trich. Yeah. That Trichakabhyam Kartari Ityanena, that's a Samasa also was not possible. Tavyat, Tavyat, Tavyat, all of them are Krit. Okay, okay. Tavyat, then what about Karaniyam? Aniyar Pratyaya, it will come. Okay, okay. And here will come then even some idea. Okay. Pusta hastena karaniyam tatra hastena ide tritiya asti. Yes, right. So you can have a this thing what you call that there, but hastena is suppose if it is coming as hastasya upayogam तत्र हस्तस्य उपयोगम् इति षष्टिसमासं कर्तव्यम् ऐ डोण्ट् नो वेदर् देर् इस् एनी बाधकं फार् इट् उपयोगम् इति कृदन्तमस्ति न इट् इस् नाट् प्रत्यय इट् इस् इट् प्रत्यय इट् इस् नौ योगं योगम् इति पदम् योगं युज् धातुतः योगं भवति न तदपि कृदन्तमस्ति न उपसर्गपूर्वं उप इस् वाट् यु काल् दट् उपपदसमास बिकास् यु आर् यूसिङ्ग् ए उपपदम् उपा इति नाट् ओन्लि उपा एनी एनी नो प्रादयः इफ् यु यूस् अलाङ्ग् वित् नौन् इट् इस् काल्ड् ए उपपदसमास प्रतियोगे प्रतियोगं सपोस् इफ् इट् इस् ए प्रतियोगं वाट् बेसिकलि इट् इस् सेस् दट् इफ् ए कृदन्तपदम् इस् फार्म्ड् औट् आफ् दिस् थिङ्ग् अदर् देन् न निर्धारणे और् प्रतिपदविधान षष्टि अस्ति चेत् कृतियोगे षष्टि विकल्पेन भवति इति. Anyway, we will see more examples when the Bhagini takes that sutra. So, if you say hastasya karanam, then that is shashti. Karaniyam, instead of karaniyam, with the lut pratyam, karanam comes, no? Hastasya karanam. So, then vikalpena shashti samasara bhavati. Because it is kridantam. योगे षष्टि विकल्पेन भवति. ओके ओके, सो नौ ऐ अण्डर्स्टूड्. सो हियर् एक्साम्पल् इस् गिवन् हियर् इद्मस्य प्रव्रश्चन Okay, let us read Kartra Karmano Kriti, then we'll come to this paragraph. Okay. Umma Bhagini padatu. Okay. Kartra Karmanoho Kriti, iti sutrena, ya shashti vihita bhavati, sa kridyoga shashti iti uchyate. Kartra Karmanoho Kriti, iti sutrena, ya shashti vihita bhavati. Okay. Vihita bhavati, sa kridyoga shashti iti uchyate. कर्तृकर्मणोः कृति इति सूत्रेण कृत् प्रयोगे कर्तरि कर्मणि च षष्टिविभक्तिः भवति. भवतः पठनम् भवत्याः हसनम् ओके सो दिस् वी नो देट् कर्तृकर्मणो कृति इति सूत्रेण कृद्योगे षष्टि इति उच्यते. सो अत्र अत्र भवतः पठनम् इट् इस् व्यत्यव्यस्तप्रयोगमुल्लीनं भवतः कम् फ्रम् द कृद्योगे पठनम् इति लुडन्तमस्ति कृत्वा भवतः इति षष्टि विहिता भवति कृद्योगे षष्टि इति सूत्रेण. यदि भवान् पठति इति अस्ति चेत् तत्र पठति इति कृदन्तं नास्ति इति कृत्वा तत्र षष्टि न भवति, कर्ता उक्त अस्ति. पठनम् इति कर्ता उक्ता नास्ति इति कृत्वा भवतः इति वार्तिकं वर् अनुक्तकर्मणः उभयप्राप्तौ वाट् इस् वार्तिकं भगिनि उभयप्राप्तौ Here, Karmani means passive voice, no? No, no. Karmani, that is karma padasya artham bhavati. Okay. So, here only the confusion comes. Okay. Doesn't matter. So, we shall... So, bhavataha patanam is because of the ludandam kridyoge shashti. Therefore, bhavan becomes bhavataha. Okay. Same way, hasanam, iti ludandam asti, bhavati hasati. Will become hasanam. The moment it becomes hasanam, bhavatyaha hasanam, it will become like that. That is the karma, kartra karmano kriti or kridyoge shashti iti. Whenever you hear kridyoge shashti, you should immediately remember, you should remember the sutra is kartra karmano kriti, the sutram. But we always use kridyoge shashti iti. What I want to say here is, when you use Kridanta Padam, then Shashti automatically comes. Yes. Okay. That's what Kartra Karmanoho Kriti Iti. Okay. That is the Sutram, but it is, that Sutram is known as Kridyoge Shashti. Okay. So Kridyoge Shashti is not a Sutram. Kridyoga Shashti. इति उच्यते वार्तिकम् इति अग्रे पठतु. इद्मस्य प्रव्रश्चनः इद्मप्रव्रश्चनः इति समासः. इद्मस्य षष्टि काष्ठस्य छेदनं कर्तुं मुद्गरः इत्यर्थः. काष्ठस्य छेदनं कर्तुं मुद्गरः इद्म नाम काष्ठम् इत्यर्थः. ओके. प्रव्रश्चन नाम मुद्गरः इत्यर्थः. मुद्गरः मीन्स् हेमर् न ओके. प्रव्रश्चन नाम मुद्गरः इत्यर्थः. अलौकिकविग्रहः इद्म योगः यस् अण्ड् प्रव्रश्चन योगः सु. अस्मिन् उदाहरणे कर्तृकर्मणोः कृति इति सूत्रेण षष्टि विहिता अस्ति. ओके. अतः इयं षष्टि प्रतिपदविधाना इत्युच्यते. षष्टि इति सूत्रेण षष्टिसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते प्रतिपदविधानाषष्टि न समस्यते इति वार्तिकेन. प्रतिपदविधानाषष्टि न समस्यते इति वार्तिकेन यः निषेधः प्राप्तः तं निषेधं बाधित्वा पुनः कृद्योगाषष्टि समस्यते इति वाच्यम् इति वार्तिकेन विकल्पेन षष्टिसमासः क्रियते. ओके ओके ओके. समासप्रक्रियां कृत्वा इद्म प्रव्रश्चनः इति समासः सिद्धः भवति. ओके. फस्ट् निषेध कम्स् देन् अगेन् वै कृद्योगषष्टिसूत्रेण समासः विकल्पेन सम्भवति. It's very clear, no? Okay. If for me, if it is clear, everybody should be clear. No, no, but these words are like idmasya, pravrashchanaha. Yeah, words are new. Words are new, definitely. Yeah. Unheard of words. Yeah. Idmasya means kashtam, pravrashchana means hammer. Okay. The pravrashchanaha, I mean, there. Idmasya shashti, but pravrashchanaha, what is the... कृदन्तं देर् महोदय प्रवृश्चनः प्रवृश्चन प्रव्र प्रव्रः प्रवृश्चन छन छन अन ओ मे बि इस् इट् लैक् द अन शान ऐ डोण्ट् नो नाट् शानच् या इन्स्ट्रुमेण्ट् फार् कट्टिङ्ग् फ्यूल् प्रवृश्चनः इति प्रयोग वश्चन. So this is more like a pravrashchanaha, looks more like a noun there, hammer. Yeah, yeah, it is a noun. Yeah, yeah, then where is the kriti there? It is pullinga shabda, pravrashchanaha, iti. How is it formed? I think some kridantam is there, Mahodaya. Pravrashchanaha, oh, any noun is also, I guess. Yeah. It's a kridantam. Kastam kattum mudgaraha, mudgaraha, hammer. Yeah. So that itself, pravrashchanaha is ghayantam, just like ramaha. Mudgaraha is hammer, but pravrashchanaha is kridantam. Yeah, kridantam, that's what I don't know what it is made of, what kridantam it is. Yeah, that's I don't know. If you do not know, how can I know? No. We all know different things, Bhagini. See, it is vraschati, chinatti, पतिकृतिरिति प्रश्चः प्रट् ल्युट् ओ ऐ सी दट् इस् ल्युः प्रश्च प्लस् ल्यु ल्युः यदा वृश्चत्ये अनेन इति कारणे ल्युट् सर्वाणादिच्छेदिका सो फ्रम् वेर् यु आर् रीडिङ्ग् कल्पद्रुम छेनि इति भाषा तत् पर्यायः तत्र परशु इति अर्थं परशु ल्युट् सो वृश्चति वृश्चति पृच्छति एनो दट् धातु इस् नो वृश्चति पृच्छति वृजति दट् दट् वृश्चति इस् द धातु विच् इस् द मीनिङ्ग् इस् चिनत्ति ओके ओके या बट् सो दट् इट् इस् ल्युडन्तम् ल्युडन्तम् व्रश्चनम् इति भवति तत्र ल्युः इति प्रत्यय इति प्रत्यय यूस् इति करणार्थे लुट् करणे लुट् प्रत्ययम् अस्ति इट् इस् नाट् ल्यु इट् इस् ल्युः ल्युः व्रश्च प्लस् ल्युः इस् व्रश्चन You whose visargam is this, so visargam is comes in the final. Because lute, we are only, we are so used to jnanam, that kind of thing. Natanam. Napumsaka lingam, not pullingam. So lyuhu, Lyuhu pratyaya and pra purvaka, vrashch dhatu, lyuhu pratyaya. Pra upasargam. परशु इति प्रत्यय इति पर्यायः इति अमरः शब्दरत्नावली हेस् द डीटेल्स् दिस् द काम्बिनेशन् इस् वेरि स्ट्रेञ्ज् कृदन्तपदं सौण्ड्स् लैक् ए नौन् बिकास् अदर् थिङ्ग्स् डसन्ट् सौण्ड् लैक् ए नौन् नो I mean, there also we have seen noun, but akha and with the akha we have seen like a noun, like, right? Like nayakaha. Okay. Yeah, there, but then this... But nayakaha is used only as a noun, no? Not as a, this thing, kridantam. What did we see in Trijakabhyam Kartari? Trich and akha, right? That akha... What did we see for example? No. Can you see Nayakaha? Nayakaha is always used as a noun only, no? Not a yeah, yeah, it is. But here... Like a Bojakaha, right? Oh, Bojakaha is... more than... Bojakaha is also as a noun only. Vraschanam, Vraschanam is also a word. Vraschanam is the klipam, napumsakalingam. Vraschanaha, Vraschanaha iti pullingam, Vraschana iti strilingam. Oh, okay, okay. Vrascha plus lut, chedanam. Vrascha dhatoho ranat pratyena, निष्पन्नं रणट् प्रत्यय प्रत्यय व्रश्च धातोः रणट् प्रत्ययेन निष्पन्नं रणट् इत्यत्र रेफस्य इत्संज्ञा अन्तिम इट् अदिति नकारः अवशिष्यते सो व्रश्च योगहन्न व्रश्चन इति प्रातिपदिकं तदनन्तरं व्रश्चनम् इति नपुंसकलिङ्गं व्रश्चनः इति पुल्लिङ्गं व्रश्चना इति स्त्रीलिङ्गम् ओके Okay. So different pratyaya for the pratyaya is ranat pratyaya ra refa nakara t, it t, that ranat pratyaya okay it is not ludan no luhu is a earlier but let lut asti tatra but the pratyam lut where gets a replacement with ranat pratyaya oh I see adesha bhavati to make pulling up okay not tough things okay. Can we stop here yeah dhanyavaad mohdi namaskar dhanyavaad namaskar dhanyavaad mohdi